श्रूयते महा, किञ्चित् ऊचैः वदतु। केनाक्षरसमन्माय अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं। नत्वा सरस्वतीं देवीं शुद्धं गुण्यं करोम्यहम्। மேம் லாஸ்ட் லைன் மட்டும் எனக்கு கொஞ்சம் வரல மேம், அது எழுதி வச்சிருக்கேன். பாணினிய பிரவேசாய பிரணதோஸ்மி முனித்ரயம் ஸ்ரீ குருப்யோ நமஹ. அஸ்து அத்ர பரிசிஷ்டம் பாணினேகே சூத்ராணாம் பத்ததிஹி ஏததேவ திருஷ்டவ்யம் கலு நீல் மகோதயா. एकादशं कृतं महोदय. हा हा एकादश अस्तु. इदानीम् अत्र पाणिनेः अत्र एतदेव पठनीयं. महालक्ष्मी पठतु. महालक्ष्मी अस्ति वा? पठतु पाणिनेः अत्र एकनिमिषम्. परिशिष्टं कृतं महोदय. अभवत् खलु? अभवत्. एकनिमिषम् अत्र इदानीं द्वौ धात्वादिकारौ आकृतिः कारणम् इति स्क्रीन् शेर् नास्ति महोदय. इदानीं द्रष्टुं शक्यते खलु? दृश्यते. विषयपरिचयः इति अस्ति खलु, भवान् पठतु. विषयपरिचयः. धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इत्यनेन प्रथमधात्वाधिकारः धातोः इत्यनेन द्वितीयधात्वाधिकारः. धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः तृतीयपादस्य प्रथम तृतीयाध्याय प्रथमपाद द्वादश द्वाविंशतिः सूत्र आरभ्य नवतिसूत्रपर्यन्तं धातोः इत्यस्य अधिकारः एकनवतिसूत्र आरभ्य सप्तदश अधिकशतं सूत्रपर्यन्तम्. किमर्थं धातु अध्यायमपि द्रष्टव्यं? तृतीय अध्याय आरभ्य प्रथमपाद तृतीय अध्याये प्रथमपाद आरभ्य एकनवति, अनन्तरं तृतीय अध्याये चतुर्थपादपर्यन्तम् अस्ति. अन्तिमसूत्रमपि धातोः इति अस्ति. इदानीम् अत्र पश्यतु, धातोः एकाच् हलादेः हलादिः अस्ति चेत् क्रियासमभिहारे यङ् इति अस्ति. यङ् इत्युक्ते किं झटिति वदतु, सर्वे जानन्ति एव. यङ् इत्युक्ते द्वित्वम्. उत्तमं. यङ् इत्युक्ते द्वित्वं भवति. धातोः षष्टि एकवचनं. धातोः एकः अच्वर्णः अस्ति चेत् अत्र 3122 एकनिमिषम्. द्रष्टुं शक्यते वा? आम् महोदय. अत्र पश्यतु, एकाच् भवानेव पठतु. एकाज् यो धातुर्हलादिः क्रियासमभिहारे वर्तते तस्मात् यङ् प्रत्ययो भवति. पौनपुण्यम् एतदपि पठतु. पौनः पुण्यं भृशार्थो वा क्रियासमभिहारे भ्यारः पुनः पुनः पचति पापच्यते यायज्यते भृशं ज्वलति जाज्वल्यते देदीप्यते धातोरिति किम्. अत्र किं भवति चेत् पौनःपुण्यं पौनःपुण्यम् इति अस्ति, वारं वारम् इति अस्ति. अत्र पुनः पुनः पच्यति इति अर्थे अत्र पापच्यते इति भवति. सा पापच्यते. किमर्थं सा पापच्यते? अत्र अतिथयः आगतवन्तः, अतः अत्र भोजनविषये किञ्चित् लघु सन्ति, अतः सा पापच्यते. तावदेव. पापच्यते इति किम् अर्थं किम्? वारं वारं पुनः पुनः पुनः पुनः पापच्यते. हनुमत कृते सीता सीता पापच्यते. पापठ्यते पुनः पुनः पठति. तदेव अत्र यत्र कर्मणि प्रयोगः भवति, अनन्तरं लङ् अस्ति, न लङ् नास्ति, यङ् भवति, द्विवारम् आगत्य अत्र किञ्चित् तिष्ठति. यङ् इति बहु शीघ्रमेव आगच्छत् अत्र. अस्तु, मम इच्छा. परन्तु महोदय, एतत् सूत्रं किं वदति? एतत् सूत्रं किं वदति? एकाच् अत्र उदाहरणरूपेण एकाच् इति बहु हलादेः इति विशेषणात् अत्र क्रियासमभिहारे वर्तते. क्रियासमभिहारे क्रिया वर्तते इति तावदेव. अत्र किं भवति? एकाच् अस्ति, धातोः धातुः अस्ति, पच्यते इति धातुः अस्ति, एकाच् अस्ति, पच् इति चकार उत्तरवर्ति पकारः, एक पकारः पकार उत्तरवर्ति अकारः अस्ति, एकाच् अस्ति, धातोः एकाचः हलादेः यङ् द्वित्वं भवति खलु, हलादेः क्रियासमभिहारे यङ् क्रियासमभिहारे धातोः अवगतम्, एकाचः अवगतं, हलादेः अवगतं, यङ् अवगतं, क्रियासमभिहारे इत्युक्ते किं महोदय? क्रिया यत्र क्रिया भवति, पुनः पुनः कार्यं करोति, पुनः पुनः पठति, अत्र कार्यं भवति खलु क्रिया. तस्य समये यङ् प्रत्ययं भवति, द्विवारं भवति, पापच्यते इति. तत्र धातोः अस्ति, एकाच् अपि अस्ति, आदौ हल अस्ति, हलादिः अपि अस्ति, क्रिया अपि अस्ति, तत् समये यङ् प्रत्ययं योजनेन कार्यं भवति, पापच्यते इति अस्ति अत्र. द्विवारं द्वित्वं भवति. अनन्तरम् अत्र धातु पौनपुण्यम् इत्युक्ते पौनपुण्यं वारं वारं पुनः पुनः वारं वारम्. इदानीमत्र महालक्ष्मी पठतु. किमर्थं दात्वादिकारकारद्वयम् अस्ति यदा द्वयम् अस्ति यदा धातोरेकाचो हलादेः क्रियास क्रिया समभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः भवति पर्यन्तं तदा धातोः यस्य अधिकारो भवति ततः एव आरभ्य तृतीयाध्यायस्य तृतीयाध्यायस्य अन्तपर्यन्तं तस्य का आवश्यकता पाणिनिः धातोरेकाचो हलादेः क्रियासमाभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारं वर्धयितुं शक्तवान् तृतीयाध्यायस्य अन्तपर्यन्तं खलु अत्र द्वितीयाध्याये अन्तिमपर्यन्तमेव अत्र धातोः एकाचो हलादेः क्रियासमभिहारे यङ् भवति इति एतत् किमर्थमत्र द्विवारं दातु अधिकारम् अस्ति इति अत्र प्रश्नः उदेति उत्तरम् इदानीं दत्तं शान्ता पठतु नमस्कारः नमस्कारः उत्तरं धातुभ्यविहिताः प्रत्ययाः चतुर्विधाः धातुप्रत्ययाः विकर्णप्रत्ययाः तिङ्प्रत्ययाः कृत्प्रत्ययाः च सनादयः द्वादशधातुप्रत्ययाः सन्ति यैः आतिदेशिकाः सन्ताः सनन्ताः निजन्ताः चादयः धातवः निष्पन्नाः धातुप्रत्ययाः विकरणप्रत्ययाः च प्रथमे धात्वधिकारे स्तः तिङ्प्रत्ययाः कृत्प्रत्ययाः च द्वितीये धात्वधिकारे स्तः तत्र द्वितीयधात्वधिकारे एकं प्रमुखं सूत्रमस्ति कृतति अनेन सूत्रेण अस्मिन् द्वितीये अधिकारे यः कोऽपि प्रत्ययः विहितः स तिङ् नास्ति चेत् कृत् अस्त्येव इति अर्थः एक एव धातु अधिकारे यदि अभविष्यत् तर्हि अनेन कृतिङ् अति सूत्रेण सर्वे विकरणप्रत्ययाः शप् श्यन् श्नु इत्यादयः अपि च सर्वे सन् प्रत्ययाः सन् यच् काम् यच् इत्यादयः इमे सर्वे कृत्संज्ञकाः अभविष्यन् तन्न स्यात् अस्य निवारणार्थं धातु अधिकारद्वयम् आवश्यकम् आसीत् अन्तिमपदम् अपि पठतु अग्रे गत्वा अस्य उपस्थापनं विस्तारयिष्यति तावदेव इदानीम् अत्र पश्यतु उत्तरं किं भवति किमर्थमत्र धात्वाधिकारं द्वयम् अस्ति अत्र प्रथमं धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इति अस्ति एतत्तु तृतीय अध्याये प्रथमपादे द्वाविंशतिः सूत्रमस्ति अनन्तरमत्र धातोः इति इत्यनेन द्वितीय अधिकारः अस्ति द्वितीयधातु अधिकारः किम् अस्ति अत्र किमस्ति धातोः एकाचु तृतीय अध्याये प्रथमपादे द्वाविंशति आरभ्य अत्र चतुर्थ अध्याये अत्र धातोः एकाचु इति अस्ति अत्र धातोः इत्यस्य अधिकारः तु तृतीयाध्याये प्रथमपाद आरभ्य द्वाविंशतिः सूत्र आरभ्य नवतितमं भवति परन्तु भवन्ति धातोः इति अधिकारे एतत्तु तृतीय अध्याय आरभ्य प्रथमपाद आरभ्य एकनवतिसूत्रात् आरभ्य तृतीयाध्याये चतुर्थपादपर्यन्तं गच्छति. किमर्थम् अत्र द्विवारं दत्तम् इत्युक्ते उत्तरं किमस्ति, अत्र धातुभ्यः विहिताः प्रत्ययाः चतुर्विधाः सन्ति. प्रत्ययम् अस्ति खलु, वयं जानीमः विकर्णप्रत्ययः, धातुप्रत्ययः, तिङ्गप्रत्ययः, कृत्प्रत्ययः. सो अत्र मनसि स्थापयतु, प्रत्ययाः चतुर्विधाः सन्ति. धातु तिक्तस्य अनन्तरं विकर्णप्रत्ययाः शप् कर्तरि शप् अनन्तरम् अत्र कर्तरि शप् बाधित्वा अर्धधातुकप्रत्ययमपि भवति. अनन्तरं तिङ्प्रत्ययः वयं जानीमः. धातुप्रत्ययः अत्र धातोः विषये किं किम् अस्ति इति तिङ्प्रत्ययः पृथक् अस्ति. अनन्तरम् अत्र कृत्प्रत्ययः, कृत्प्रत्ययः अधः दत्तम् अत्र चप् शन् च स्नु यत्र यत्र कृदन्तम् अस्ति तत् स्थाने कृत्प्रत्ययः चत्वारः सन्ति. इदानीम् अत्र सनादयः द्वादश धातुप्रत्ययाः सन्ति. यैः आतिदेशिकाः सनन्ताः निजन्ताः चादयः धातवः निष्पन्नाः. अत्र सनन्ताः बुभुक्ष बुभुक्षुः बुभुक्षते सदृशम् अत्र अत्रापि द्वितं भवति सनादयन्तदातवः. निजन्ताः अपि भवति पठय पठति पाठयति इति निजन्ताः. अत्रापि किञ्चित् सूत्राणि सन्ति एव. अनन्तरं धातुप्रत्ययाः विकर्णप्रत्ययाः च प्रथमे धातु अधिकारे स्तः. प्रथमधातु अधिकारे अत्र धातुप्रत्ययाः अपि सन्ति, विकर्णप्रत्ययाः अपि सन्ति. किमर्थमत्र द्विवारम् आगच्छति इति प्रश्नः उदेति खलु, तत्र उत्तरम् एतदेव. अनन्तरम् अत्र तिङ्प्रत्ययाः कृत्प्रत्ययाः च द्वितीय धातु अधिकारे स्तः. सो अत्र पृथक् पृथक्तया आगत्य कार्यं करोति. तत्र द्वितीय धातु अधिकारे एकं प्रमुखं सूत्रमस्ति कृदतिङ् कृत् अतिङ् कृत् अस्ति परन्तु अत्र तिङ् नास्ति इत्येव अर्थम्. अत्र तिङ् इत्युक्ते किं, तिप्तस्ति इति अस्ति खलु, अत्र कृत् अतिङ् भवति, तिङ् नास्ति इति. एतदेव सूत्रमस्ति अत्र. अनेन सूत्रेण अस्मिन् द्वितीय अधिकारे यः कोऽपि प्रत्ययः विहितः सः तिङ् नास्ति चेत् कृत् अस्ति एव इति अर्थः. तिङ् नास्ति चेत् अत्र कृत् एव अस्ति. अतः एव अत्र किं कृतिङ् कोऽपि एकम् उदाहरणं ददातु झटिति. सर्वे जानन्ति एव उत्तमं उत्तमं ता प्रत्ययमस्ति, तवतु अस्ति, पठितवान् अस्ति, गतः अस्ति, एतत् सर्वाणि अत्र कृत् अतिङ् अस्ति, तिङ् नास्ति. एक एव धातु अधिकारी यदि आम् तिङ् नास्ति कृत् इति अस्ति, एतदेव अर्थः. एक एव धातु अधिकारी यदि अवविश्यत् तर्हि अनेन कृत अतिङ् कृतिङ् अत्र तकारः अस्ति, तकारस्य स्थाने तृतीयवर्णः. केन सूत्रेण झटिति वदतु किं प्रश्नः महोदय. कृतिङ् इति अस्ति खलु, आम् अत्र दकारः दकार उत्तरवर्ती अकारः अस्ति, आम् कृत् अतिङ् इति अस्ति अत्र तृतीय प्रथमवर्णे जलं भूतिङ् इति भवति. इति सूत्रेण सर्वे विकर्णप्रत्ययाः शप् श्यन् श्नु इत्यादयः वयं जानीमः. एतत् शप् भवति केन सूत्रेण, कर्तरि शप् इत्यनेन. इदानीमत्र श्यन् भवति, श्यन् किं बाधित्वा श्यन् भवति, शप् शप् बाधित्वा कर्तरि शप् बाधित्वा श्यन् भवति. च अकारः तिष्ठति स्नु अपि इत्यादयः अपि च सर्वे सन् प्रत्ययाः सन् क्यप् काम्यचि इत्यादयः क्यप् इत्युक्ते अत्र सकारः लशकोतीते इत्यनेन इत् भवति चकारः भवति अनन्तरं चकारः अलन्त्यं तस्य लोपः इत्यनेन भवति यकार एव तिष्ठति क्यप् अनन्तरम् अत्र ण्यत् इति भवति खलु कार्यम् इति कृ धातु अस्ति अत्र ण्यत् भूत्वा कार्यम् इति भवति काम्यच् इत्यादयः इमे सर्वे कृत् संज्ञकाः अपविश्यन् तत्र तत् न स्यात् अस्य च निवारणार्थं धातु अधिकारद्वयम् आवश्यकमस्ति पृथक्तया तत्र दत्तं तावदेव अत्र किमपि नूतनतया किमपि नास्ति अत्र धातु अधिकारः द्वयं भवति एकस्मिन् स्थले तृतीयाध्याये भवति अन्यस्मिन् स्थले पूर्णतया अत्र प्रथमपाद आरभ्य चतुर्थ पाद पर्यन्तम् अत्र पूर्णतया अस्ति अत्र विस्तररूपेण अग्रे गत्वा वयम् एतत् विषये द्रष्टुं शक्यते अत्र धातोः प्रत्यययोजनेन यदा नूतनधातुः जायते तत् प्रत्ययः धातुप्रत्ययः वा आमामां धातुप्रत्ययः एव अत्र विवरणम् अधः आगच्छति एव अत्र अत्र अस्ति सन् प्रत्ययः सनादयः एतत् अन्य अन्यत् खलु सनादिप्रत्ययः अत्र द्वादश भवति खलु मया प्रेषितमेव ग्रूप् मध्ये तत् सनादिप्रत्यये एव निच् अपि भवन्ति निच् यङ् निच् काम्यच् क्यप् क्यत् ण्यत् सर्वाणि द्वादश सन्ति एव इतोपि प्रश्नः उदेति वा संशयः अस्ति वा इदानीमत्र द्वादशपर्यन्तम् अभवत् तावदेव खलु इदानीमत्र पञ्च किमस्ति सार्वधातुकप्रकरणमस्ति प्रथमं स्वीकुर्मः इदानीम् अङ्गम् इति विषयः अङ्गं तत् समये वयम् अङ्गं कुत्र भवति षष्टम अध्याये भवति मया उक्तम् अत्र अनिल्महोदयेन षष्टम अध्याये चतुर्थपाद आरभ्य अत्र अङ्गमिति सः उक्तवान् अत्र प्रश्नः उदेति वा उत्तरम् उदेति वा एतत् समीचीनतया मनसि स्थापयतु अनन्तरमेव मनसि तिष्ठति एतत् अस्तु इदानीम् अत्र अधुना पठतु वदतु महोदय एतत् पूर्वम् एक स्माल् सेक्षन् अस्ति पञ्चमम् अत्र एतत् उद्घाटनं न भवति खलु न न भवतः कृते अत्र उद्घाटनं भवति वा हा हियर् सेकेण्ड् बिफोर् 01 अत्र अत्र आम् आम् आम् एतत् पठतु अञ्जना पठतु सार्वधातुकप्रकरणम् अदन्तम् अङ्गम् अधुना सार्वधातुककलकारणां विषये पठिष्यामः अस्मिन् पाठे यत्र अङ्गम् अदन्तम् अस्ति अग्रिमे पाठे यत्र अङ्गम् अनदन्तम् अस्ति पदन्तिः अत्यन्तं सुन्दरी शीघ्रमेव सर्वेषां धातूनां लट् लोट् लङ् विधिलिञ्च लकाराणां निर्माणविधिः ज्ञास्यते अपि च येषु चतुर्षु लकारेषु सर्वेषां धातूनां तिगन्तरूपाणि ज्ञास्यन्ते. अतः पाठः अत्यन्तं व्यवहारिकः. सर्वधातुकप्रकरणं परिसमापया सप्तमे पाठे आर्धधातुकप्रकरणे अविशिष्टाः लकाराः अधीयन्ते. अत्र पश्यतु, सार्वधातुकप्रकरणम् अत्र प्रकरणं बहवः सन्ति. मया पूर्वम् उक्तम् अत्र समासप्रकरणमस्ति, सन्धिप्रकरणमस्ति, अत्र सार्वधातुकप्रकरणमस्ति, आर्धधातुकप्रकरणमस्ति, इदानीमत्र सार्वधातुकप्रकरणमस्ति. पृथक्तया किं किम् अस्ति इति अत्र अदन्तम् अङ्गम् अङ्गं राम इति शब्दः स्वीकुर्मः चेत् अत्र अदन्तम् अत्र राम मकार उत्तरवति अकारः अस्ति एव अङ्गमस्ति अत्र. इदानीम् अधुना सार्वधातुकलकाराणां सार्वधातुकलकारः किं भवति झटिति वदतु. लट् लोट् लङ् विधि लिङ्ग् एतदेव सार्वधातुकलकाराणां विषये पठिष्यामः अस्मिन् पाठे. यत्र अङ्गम् अदन्तम् अस्ति अग्रिमपाठे यत्र अङ्गम् अनदन्तम् अस्ति, अनदन्तम् इत्युक्ते अत्र अकारः न श्रूयते, अनदन्तम्. अतः द्वे सह अदन्तम् अङ्गम् अनदन्तम् अङ्गम् अनुनासिकवर्णः अनुनासिकवर्णः तदेव अत्र किम् अस्ति अदन्तम् अङ्गम् अनदन्तम् अङ्गम् इति द्वे सह. पद्धतिः अत्यन्तं सुन्दरी. शीघ्रमेव सर्वेषां धातूनां लट् लोट् लङ् विधिलिङ्ग् च लकाराणां निर्माणविधिः ज्ञास्यते कथं भवति इति. अपि च येषु चतुर्षु लकारेषु सर्वेषां धातूनां तिङन्तरूपाणि ज्ञास्यन्ते भवति भवतः भवन्ति भवति कथं भवति भवसि कथं भवति अनन्तरं भवतः भवत भवामि भवावः भवामः इति अस्ति. सर्वेषां धातूनां तिङन्तरूपाणि अपि ज्ञास्यन्ति. इदानीम् अत्र भवती वदतु इति मया अत्र उक्तं चेत् अत्र झटिति भवन्तः तत्र वदत् किं वक्तव्यमेव. भू सतयमिति धातोः भू अस्ति, भूवादयो धातवः. अत्र दीर्घ ऊकारः अस्ति, तत् स्थाने सार्वधातुक अर्धधातुकयोः इत्यनेन ऊकारस्य स्थाने ओकारः भवति, अतः भू इति भवति. ओकारस्य स्थाने अवादेशः भवति, अतः औ भवति, भौ इति भवति, भौ योगः. अत्र कर्तरि शप् भवति, कर्तरि शप् मध्ये शकार लशकतटिते इत्यनेन इतु भवति. अनन्तरम् अत्र किं भवति, हलन्त्यं तस्य लोपः इति भवति, अकारः तिष्ठति. बहु योगः आयोगः ति इति भवति भवति. इदानीं भवतः तदेव भवति. अनन्तरम् अत्र तः इति भवति. एतत् किं भवति, आलादि अपि तस्य, अतः किमपि कार्यं नास्ति, गुणकार्यं निषिद्धं भवति. अतः तत्र सः अत्र किमर्थम् अत्र विसर्गस्य लोपः न भवति चेत् न विभक्तस्मः इत्यनेन विसर्गस्य लोपः न भवति, अतः तत्र भवतः इति भवति. तदेव अत्र किञ्चित् इतोपि लकारेषु सर्वेषां धातूनां तिगन्तरूपाणि ज्ञास्यन्ते वक्तव्यमेव इतः आरभ्य अत्र कथं कथं भवति इति. अतः पाठः अत्यन्तं व्यावहारिकः. आक्टिविटीस् विल् बि मोर्. अनन्तरम् अत्र पद्धतिः अत्यन्तं सुन्दरी भवति. किमर्थम् अत्र भवतः भवन्ति, किमर्थम् अत्र भवन्ति इति भवति, केन सूत्रेण अत्र भवन्ति भवन्ति, इच्छा अस्ति खलु, बहु सुन्दरी अस्ति. एतत् ज्ञास्यामः अग्रे. व्यावहारिकः, बहवः सूत्राणि सन्ति, सार्वधातुकप्रकरणं परिसमाप्य सार्वधातुक लटु लोटु लङ् विधिलिङ्ग् एतत् परिसमाप्य सप्तमे पाठे आर्धधातुकप्रकरणे अवशिष्टाः लकाराः अधीयन्ते. सार्वधातुक अभवत् चेत् अत्र आर्धधातुकप्रकरणं भवति, अवशिष्टाः अत्र बेलेन्स् किं भवति, एतदेव अत्र आर्धधातुकप्रकरणे भवन्ति. अस्तु, लिट् रट् एतत् सर्वाणि अत्र भवन्ति एव. अस्य पाठस्य आरम्भात् पूर्वं सार्वधातुकलकाराः आर्धधातुकलकाराः च इति पाठम् अवश्यं पठतु. तत्पश्चात् अस्मिन् सार्वधातुकप्रकरणम् अग्रे सरतु. इदानीम् अस्य पाठस्य अन्तर्भूताः भागाः, इदानीम् अत्र अङ्गम् इति विषयः इदानीमेव मया अत्र स्वीकृतम्, अङ्गम् इति विषयः. इदानीम् अत्र गोदामल् पठतु. सर्वप्रथम् अङ्गः अङ्गनाम किम् इति अस्माभिः ज्ञेयम्. अहं पठामि. एतत् सूत्रमस्ति, यस्मात् प्रत्ययविधिस्तदादिप्रत्यये अङ्गम्. अङ्गम् इत्युक्ते प्रश्नः उदेति खलु, तत् सूत्रस्य विषये एव अत्र अङ्गं विषये अत्र उत्तरमस्ति. उत्तरं सूत्ररूपेण अस्ति, यस्मात् प्रत्ययविधिस्तदादिप्रत्यये अङ्गम्. एतदेव अत्र उत्तरम्. इदानीं पठतु. यस्मात् प्रत्ययविधि सदादि प्रत्यये अङ्गम् प्रत्यये अङ्गम् अस्तु प्रत्यये अङ्गम्. यस्मात् प्रकृतिरूपात् प्रत्ययः विहितः भवति. यस्य आदौ प्रकृतिरस्ति, यस्य अनन्तरं स च प्रत्ययः उपस्थितः, तस्य नाम अङ्गम्. प्रकृतिः इत्युक्तौ धातुः प्रातिपदिकं च. यस्य आदौ उक्तं यतोहि मध्ये आगमाः आदेशः च सन्ति चेतपि. अहच्च प्रत्ययात् प्राक् यावत् अस्ति तत् सर्वम् अङ्गम् इत्युच्यते. विधानं विधिः प्रत्ययस्य विधिः प्रत्ययविधिः षष्टितत्पुरुषः तत् प्रकृतिरूपम् आदिर्य तत् तदादि बहुव्रीहिः. यस्मात् पञ्चम्यन्तम् प्रत्ययविधिः प्रथमान्तम् तदादि प्रथमान्तम् प्रत्यये सप्तम्यन्तम् अङ्ग प्रथमन्यन्तम् अनेकपदमिदं सूत्रम्. कोऽपि अधिकारो अनुवृत्तिर्वा नास्ति. सूत्रं स्वयं सम्पूर्णं. यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम्. अत्र किमपि नास्ति, पश्यतु. अङ्गम् इत्युक्ते किम्? एतदेव अत्र प्रश्नः. अङ्गम् इत्युक्ते किम्? यस्मात् प्रत्ययविधिः, प्रत्ययमस्ति खलु, सिङ्गप्रत्ययमस्ति, अनन्तरं सुबन्तप्रत्ययमस्ति, कृतप्रत्ययमस्ति, सन्नन्तप्रत्ययमस्ति. यस्मात् प्रत्यय, प्रत्ययमित्युक्ते किम्? अत्र प्रकृति इति अस्ति. प्रकृति इत्युक्ते मूलपदमस्ति. राम इति मूलपदमस्ति. यस्मात् प्रकृतिरूपात् प्रत्ययविहितः भवति यस्य आदौ प्रकृतिः अस्ति धातुः मूलधातुः अस्ति मूलपदमस्ति मूलधातुः इति न मूलपदमस्ति यस्य अनन्तरं स च प्रत्ययः उपस्थितः राम इति अस्ति रामयोगः सु सु इति प्रत्ययमस्ति अनन्तरमेव भवति उपस्थितः भवति अत्र तस्य नाम अङ्गम् रामयोगः सु अत्र उकारः उपदेश अजु अनुनासिक इति इत्यनेन इति भवति सकारः श्रूयते ससजुषोरुः अनन्तरं करावसानयोर् सहितः अतः तत्र रामः इति पदं भवति एतत् पूर्णतया अभवत् चेत् अनन्तरमेव अत्र नाम इति पदम् आगच्छति एतदेव अङ्गम् इदानीं प्रश्नः अस्ति वा अत्र अङ्गमित्युक्ते किं कोऽपि वदतु प्रत्ययस्य आदौ यः अस्ति सः अङ्गम् अत्र उत्तरं सूत्रमेव उत्तरं यस्मात् प्रत्ययविधिः तद् आदि प्रत्यये अङ्गम् प्रकृतिः इत्युक्ते किं धातु प्रातिपदिकं च भवति एतदेव प्रकृतिः प्रकृतिः इत्युक्ते मूलपदं मूलं यत् अस्ति इदानीम् अत्र तत् स्थाने एव आदः वा भवति आगमः वा भवति आदौ उक्तं यतोहि मध्ये आगमाः आदेशः च सन्ति पूर्वं तद् आदि किञ्चित् अत्र शब्दः आगच्छति कर्मकरी आगतवती अतः यस्य आदौ उक्तं यतोहि मध्ये अहमः आदेशः इति भवन्ति एव अथवा एतत् सर्वाणि कार्याणि भूत्वा एव अत्र अङ्गम् इति पदं निष्पन्नं विधानं विधिः अत्र विधानम् इत्युक्ते किम् अत्र बहवः आतिथयः आगतवन्तः अत्र कुर्सि एतत् सर्वाणि अत्र स्थापितम् उपरि विधानमपि शामिना विधानमपि विधिः अस्ति तदेव अत्र अपि विधानविधिः भवति प्रत्ययस्य विधिः भवति अनन्तरम् अत्र प्रत्ययविधिः प्रत्ययस्य विधिः एतत् सर्वाणि कार्याणि भूत्वा एव अत्र अङ्गं भवति अङ्गम् इत्युक्ते किं यस्मात् प्रत्ययविधिः तद् आदि प्रत्यये अङ्गम् एतत् सर्वाणि कार्याणि अत्र भूत्वा एव अत्र किं किं भवति इति अङ्गम् इतोपि अत्र उदाहरणरूपेण अधः दत्तमेव अन्तलक्ष्मी पठतु नमस्कारः नमस्कारः सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ्ग इत्येषु तिङ् तिङ् सप्तकान् तिङ् सप्तकान् तिवादिप्रत्ययान् अधिकृत्य अङ्गं नाम धातुविकरणप्रत्ययोः संयुक्तरूपम् यस्य तिङ् संज्ञा भवति सः तिङ्संज्ञः तिङ्संज्ञकः अत्र तिबादिप्रत्ययान् प्रत्ययान् अधिकृत्य उदाहरणार्थं भवति इत्यस्य निर्माणसमये ति इत्यस्य दृष्ट्या अङ्गं भव इति अङ्गं भव इति ति इत्यस्मात् पूर्वं यावत् अस्ति तव सर्वं ति इत्यस्य कृते अङ्गं तर्हि अत्र अङ्गं नाम धातुविकरणप्रत्ययोः संयुक्तरूपम् यथा वद् योगः आ इत्युक्ते वद, भू योगः आ भव इत्यादीनि अङ्गादिः अङ्गानि तावदेव. अत्र किम् अभवत्, अत्र विकर्णप्रत्ययम् अस्ति, चप् इति अस्ति, अकारः तिष्ठति, अनन्तरं तिबन्तानि तीतः अन्ति आरभ्य तः पर्यन्तम् अत्र आत्मनेपदी नव सन्ति, परस्मैपदी नव सन्ति, एतत् मिलित्वा एव अत्र तिबन्तादि तिबादि प्रत्ययान् अधिकृत्य. उदाहरणमत्र भवति, इदानीमेव मया उक्तम् अत्र भूधातु इति अस्ति, अत्र भव एव अङ्गम् अस्ति, भव एव अङ्गम् ति इति प्रत्ययं योजनेन निर्माणकार्यं भवति अत्र, अतः एव अत्र अन्ते भवति इति भवति. तदेव वद् इति धातु अस्ति, अत्र अपि कर्तरिषप् इति भवति, अनन्तरम् अकारः तिष्ठति, वद वद् योगः वद इति भवति, ति योजनेन वदति इति अन्तिमरूपं भवति. एतदेव अत्र दत्तम्. इतोपि प्रश्नः उदेति वा, संशयः अस्ति चेत् पृच्छतु. सर्वे जानन्ति खलु, वदति भवति, अत्र किमपि क्लेशः नास्ति एव. इदानीमत्र इदानीमत्र भवान् पठतु अनिल् महोदय. इदानीम् इदं सार्वधातुकलकाराणाम् अङ्गं कथं निर्मीयते इति विषयः. बहुत्र किमपि विशेषं कार्यं नास्ति, केवलं संयोजनं. यथा वद्योग शप् वद्योग अकार वद वद. किन्तु केषुचित् प्रसङ्गेषु कार्यं वर्तते. यथा भूयोग शप् भव, भूयोग अ भू अ इति न तु भवति किल, किञ्चित् कार्यमस्ति येन भव इत्यङ्गं निष्पन्नं स्यात्. अत्र इत् संज्ञा नाम का इति विषये किञ्चित् पुनस्मरणं भवति. इत् षित् च इत्यनयोः अर्थः सम्यक् न ज्ञायते चेत् अग्रे द्वयोः पङ्क्त्योः मध्ये स्थितः भागः अवश्यं पठनीयः. ये अस्मिन् विषये सम्यक् स्मरन्ति ते इदम् उपभागम् अपठित्वा साक्षात् ततः अग्रे गच्छेयुः. आम्, अत्र पश्यतु, भू इति अस्ति, अनन्तरं कर्तृशप् मध्ये आ एव तिष्ठति, अनन्तरं भू आ एव. किमर्थम् अत्र भव कथम् आगच्छति? अत्र प्रक्रिया सन्ति खलु, कार्यं भवन्ति एव, मध्ये कार्यं भवन्ति, किञ्चित् कार्यम् अत्र अस्ति, अनन्तरमेव अत्र भव इति अङ्गं स्वीकुर्मः. अनन्तरं मध्ये अत्र भुवादेव दातवः इति अस्ति, अत्र उपदेशः अजु अनुनासिक इत्, अनन्तरं हलन्त्यं तस्य लोपः, न विभक्तौ तु स्मः इत्यनेन अत्र विभक्ति न, अत्र प्रत्ययविषये लुप्तः लुक् नास्ति, सर्वाणि कार्याणि अत्र भवन्ति एव. इदानीम् एतत् विषये सम्यक् ज्ञास्यन्ते चेत् एव अग्रिमकार्यं कर्तुं शक्यते एव. इदानीम् अत्र पठतु शान्ता भगिनी, पठतु. इत् संज्ञा नाम का इति विषये किञ्चित् पुनस्मरणं भवति. इत् षित् इत्येनयोः अर्थः सम्यक् न ज्ञायते चेत् अग्रे द्वयोः पङ्क्त्योः मध्ये स्थितः भागः अवश्यं पठनीयः. ये अस्मिन् विषये सम्यक् स्मरन्ति ते इदम् उपभागम् अपठित्वा साक्षात् ततः अग्रे गच्छेयुः. ये अस्मिन् विषये सम्यक् स्मरन्ति ते इदम् उपभागम् अपठितं साक्षात् अत्र नीलवर्णमस्ति खलु, एतदेव पठतु. इति नाम किं पाणिनीयव्यवस्थायां पदानां नामपदानां क्रियापदानां च उत्पत्त्यर्थं क्रमः भवति क्रमस्य नाम प्रक्रिया प्रक्रियायां सोपानानि सन्ति दृष्टान्ते रामशब्दः प्रथम्यन्तं पदं रामः व्युत्पत्त्यर्थं क्रमः भवति तथा हि रामः योगः सु रामसु रामस् रामयोगः रु रामर् रामः एवं च कस्यापि शब्दस्य उत्पत्त्यर्थं उत्पत्त्यर्थं सोपानानि सन्ति सोपानेषु बहुत्र वर्णाः आगच्छन्ति किन्तु न तिष्ठन्ति किञ्चित् विशिष्टं कार्यं कृत्वा उपगच्छन्ति तथा अत्र रामशब्दः सु आगच्छति तदा ऊ गच्छति तदा सु गच्छति तदा रु आगच्छति तदा ऊ गच्छति तदा रु गच्छति गच्छति इत्युक्ते तेषां वर्णानां लोपः भवति यद्यपि एते वर्णाः न तिष्ठन्ति तथापि तेषां मूल्यवत् कार्यम् अस्ति तत् कार्यं किम् इति अग्रे वक्ष्यते येषां वर्णानां लोपः भवति तेषाम् इति संज्ञा भवति व्याकरणे यत्र नाम दीयते तत् नाम संज्ञा इति उच्यते अतः इत्संज्ञा इति रामसु इत्यस्मिन् रूपे उकारस्य इत्संज्ञा इति उच्यते सकारस्य अपि इत्संज्ञा इति नाम एतत् विषये वयं जानीमः अत्र रामः इति पदं कथमागच्छति इति पूर्वं वयं दृष्टवन्तः एव अत्र इदानीम् इत् संज्ञक नाम किम् इति पश्येम क्षणमेकम् अत्र पश्यतु इत् इत्युक्ते किं पाणिनीयव्यवस्थायां पदानां नामपदानमस्ति चेत् क्रियापदानमस्ति चेत् अत्र व्युत्पत्तिसमये क्रमः भवति क्रमस्य नाम प्रक्रिया प्रक्रियायां सोपानानि सन्ति एव वयं जानीमः एतत् विषये अत्र पश्यतु दृष्टान्ते रामः शब्दः अत्र किं भवति प्रथमम् अत्र पदं रामः व्युत्पत्त्यर्थं क्रमः भवति तथा हि रामयोगः सु रामसु इति भवति अनन्तरं सु उपदेशाज अनुनासिके इति भवति अनन्तरम् अत्र उकारः इति भवति सकारः तिष्ठति रामस् इति भवति अनन्तरं सकारस्य स्थाने ससजुषुरुः इत्यनेन रु भवति अतः रामर् भवति अनन्तरं कर अवसानयो विसर्जनीयः इत्यनेन रामः इति अन्तिमपदं भवति इदानीम् एवं च कस्य अपि शब्दस्य व्युत्पत्त्यर्थं सोपानानि सन्ति एव वयं जानीमः क्रमः सर्वत्र भवति इति क्रमः किं भवति इदानीम् अत्र व्युत्पत्त्यर्थं सोपानानि सन्ति एव. अत्र किञ्चित् विशिष्टकार्यं कृत्वा अपगच्छन्ति इति भवन्ति. यथा अत्र रामशब्दः सु आगच्छति, तदा उ गच्छति, तदा इस् गच्छति, तदा रु आगच्छति, तदा उ गच्छति, तदा इर् गच्छति. गच्छति इत्युक्तौ तेषां वर्णानाम् इति भवति इति लोपः भवति. यद्यपि एते वर्णाः न तिष्ठन्ति तदापि तेषां मूल्यवत् कार्यम् अस्ति एव. तत् कार्यं किम् इति अग्रे वक्ष्यते. येषां वर्णानां लोपः भवति तेषाम् इत् इति संज्ञा भवति. एतदेव अत्र इत् नाम किं वयं जानीमः. व्याकरणे यत् नाम दीयते तत् नाम संज्ञा इति भवति. अतः इत् संज्ञा इति भवति. रामसु इत्यस्मिन् रूपे उकारस्य इत् संज्ञा इति उच्यते. इत्संज्ञा भूत्वा अनन्तरं सर्वाणि कार्याणि भूत्वा प्रक्रिया भूत्वा अनन्तरमेव रामः इति शब्दमागच्छति. सकारस्य अपि इत् संज्ञा इत् इति नाम इत्युक्ते अत्र इत् इति नाम किम् अत्र लुक् भवति. किमपि कार्यं नास्ति अत्र. कार्यम् अत्र इत् संज्ञा भवति अनन्तरमेव अत्र वयं स्वीकुर्मः अन्तिमपदमिति. इदानीमत्र महालक्ष्मी पठतु. चित् कित् नित् पित् सकारः इत् यस्य तत् चित् चत् किञ्चित् उच्चैः वदतु. शत्रु शत्रु इति कश्चन प्रत्ययः. बालकः खादन् वदति. खादन् इति शत्रन्तं पदम् अस्ति. शत्रुप्रत्ययः अन्ते अस्ति. शत्रुप्रत्ययहे शत्रुप्रत्यये सकारः अस्ति किन्तु सः सकारः न तिष्ठति. पश्यतु खादन् इति पदे चकारः अस्ति किम्? नास्ति किल. नास्ति किल. अतः चकारः न तिष्ठति अपि तु किञ्चित् कार्यं कृत्वा गच्छति. एवं च चकारः इत्संज्ञकः. इत्संज्ञकः चकारः शत्रुप्रत्यये अस्ति. अतः शत्रुप्रत्ययः सित् इति उच्यते. यत्र शकारः श्रूयते तत्र षित् इति भवति. शत्रु इति अस्ति. शत्रु शकारः केन सूत्रेण इति भवति? लशकतद्दिते इत्यनेन इति भवति. इदानीम् अकारः एव तिष्ठति. इदानीं त्रु इति अस्ति. अत्र उपदेश अज अनुनासिके इत्यनेन एतदपि इति भवति. अतः शत्रु मध्ये अन्ते किं तिष्ठति? तावदेव. अत्येव चकार उत्तरवर्ति, अकारः तिष्ठति. अनन्तरं त्रु मध्ये सर्व इति भवति. अनन्तरं सकार एव तिष्ठति, अत्येव तिष्ठति. अतः एव वद् योगः अत् वदत् इति भवति. वदत् इति किं भवति? प्रातिपदिकं भवति, मूलरूपं भवति, प्रकृतिः भवति वदत् इति. इदानीम् अत्र खादन् बालकः खादन् वदति इति भवति. बालकः अस्ति, खादन् इति भवति. खादन् इति शत्रन्तपदमस्ति. शत्रुप्रत्ययः अन्ते अस्ति. खादन् खादत् इति भवति. खा किं भवति? खाद् इति अस्ति धातु. चकारः इति भवति. का एव तिष्ठति. अनन्तरं शत्रुमध्ये अत्येव तिष्ठति. का योगः अत् खादत् इति भवति. इदानीमत्र शत्रुप्रत्यये शकारः अस्ति किन्तु सः शकारः न तिष्ठति. पश्यतु खादन् इति पदे शकारः अस्ति किम्? शत्रु इति अस्ति, शत्रु इति अस्ति, अत्र चकारः इत् भवति, अत एव तिष्ठति अन्ते, खादत् इति भवति, खादन् इति, खादन् इति किं पदं? पुल्लिङ्गम्। हा पुल्लिङ्गं, प्रातिपदिकं किं? खादत्। हा खादत्, खादन्, खादन्तौ, खादन्तः इति भवति। खादन् इति पदे शकारः अस्ति किं? नास्ति किल, अतः शकारः न तिष्ठति, अपि तु किञ्चित् कार्यं कृत्वा गच्छति। एवं च शकारः इत्संज्ञकः, इत्संज्ञकः शकारः शत्रुप्रत्यये अस्ति, अतः शत्रुप्रत्ययः षित् इति उच्यते। अत्र किमपि प्रश्नः उदेति वा? पृच्छतु। न महोदय, एतत्तु पूर्वमपि कृतम्। हा शत्रुविषये पुनरपि इत्र अत्र आगच्छत्। शत्रुप्रत्ययः षित् भवति, ककारः अस्ति षित् भवति, ककारः इत् यस्य तत् कित्, यत्र कित् भवति अत्र गुणनिषेधः भवति। इत् तव तु प्रत्ययः कित्, ककारः न तिष्ठति, इत् भवति लशकोतटिते इति सूत्रेण, अतः तव तु एव तिष्ठति, गतवान् इति। अत्र तुमनुप्रत्ययः नाशित्, अत्र शकारः न नास्ति, अतः एतत् न चित् भवति। तव्यत् अपि चित् न भवति, षित् अत्र अपि तव्यत् किं भवति? षित् अपि न भवति, अपि नाशित् न वा चित्, चित् नास्ति, कित् नास्ति तव्यत् मध्ये। इदानीम् अत्र ञकारः एतत् नित् अस्ति, यकारः इत् यस्य तत् ञित्, पकारः इत् यस्य तत् पित्, अग्रे गत्वा किं ञित् किं पित् इति दृश्यामः, दृश्यामः अत्र किम् अस्ति, ञित् किम् अस्ति, पित् किम् अस्ति। एतत् पित् वयं जानीमः, पित् किं कार्यं भवति? गुणकार्यं निषेधः। पित् पित् भवति, अपि अस्ति चेत् नित्वत् भवति। एतत् अग्रे गच्छेम, नित् नित् ञकारः नित् अस्ति अत्र, अपि अस्ति चेत् नित् भवति, अतः तत्र गुणनिषेधः। एतत् विषये अग्रे आगच्छति एव। तर्हि सार्वधातुकलकाराणाम् अङ्गं कथं निर्मीयते इति विषयः। एकवारम् आरम्भतः येषां धातूनाम् अङ्गम् अदन्तं तेषां कृते अङ्गं कथं निष्पन्नम् इति पश्यामः। अत्र इदानीमेव अत्र कथम् अत्र अङ्गकार्यं भवति इति पूर्णतया गच्छेम, पश्येम इति तत्र दत्तम्। इदानीम् अत्र अञ्जना भगिनी पठतु। किञ्चित् सार्वधातुकम् इदं सूत्रम् अवलोक्याम किञ्चित् किञ्चित् सार्वधातुकम् इति नामयः प्रत्ययः तिं वाषित्वा अस्ति, सः प्रत्ययः सार्वधातुकम् इति उच्यते। सार्वधातुकम् एकं नाम एका संज्ञा अस्ति, तावत् एव। व्याकरणे बहूनि नामानि सन्ति। अस्तु, तर्हि सप् प्रत्ययः सित् इति ज्ञातम्। तदा यः सित् सः सार्वधातुकम् इति अत्र उक्तम्, अतः सप् सार्वधातुका संज्ञा प्राप्योति, प्राप्नोति, प्राप्नोति, आप्नोति, प्र उपसर्गपूर्वकः योजनेन आप् इति धातुः भवति, आप्नोति इति लट्लकारे प्रथमपुरुषे एकवचनं भवति। तिङ् चित् सार्वधातुकम् इति अस्ति, तिङ् अपि अस्ति, षित् अपि अस्ति, एतत् मिलित्वा अत्र सूत्रमस्ति, तिङ्क्षित् सार्वधातुकम् इति सूत्रम्। किं भवति अत्र? तिङ् अपि अस्ति, षित् अपि अस्ति, सार्वधातुकम्। नाम यः प्रत्ययः तिङ् वा शित् वा अस्ति सः प्रत्ययः सार्वधातुकम् इति भवति इति उच्यते. सार्वधातुकम् एकं नाम एका संज्ञा अस्ति तावत् एव तावदेव. व्याकरणे बहूनि नामानि सन्ति अस्ति तर्हि शप् प्रत्ययः चित् इति ज्ञातम्. शप् अस्ति चेत् शकारः किं भवति अत्र षित् यत्र षित् भवति तत्र सार्वधातुकं भवति इति उक्तम्. अतः शप् सार्वधातुकसंज्ञा प्राप्नोति. शप् इति कर्तरि शप् अत्र सार्वधातुकसंज्ञा प्राप्नोति. इदानीम् अत्र तिंशित् सार्वधातुकं पुनरपि पश्येम. कान्ता भगिनी अन्तिमश्लोकं वदतु. ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. नमस्कारः. धन्यवादः. सर्वेभ्यः नमस्कारः. धन्यवादः. धन्यवादः.